गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदिविश्वेषं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतं पुनस्मारणं जायमानमस्ति गुणनिरूपणावसरे गते वर्गे संयोगस्य विषये अस्माभिः दृष्टं तदनन्तरं विभागं प्रति आगतं तर्हि विभागस्य लक्षणं किम् इति चेत् संयोगनाशकः गुणः विभागः इति तत्र रलसार्थक्यमपि कृतं कति विधानि इति अपि दृष्टम् इति अहं चिन्तयामि वृत्तित्वं केषु इत्युक्ते सर्वद्रव्यवृत्तिः सर्वेषु द्रव्येषु विभागः वर्तते तावत् प्राप्तम् इति तदनन्तरं प्रश्नः आसीत् संयोगनाशात् विभागः न अतिरिक्तगुणः इति आक्षेपः केनचित् क्रियते तर्हि तस्य उत्तरत्वेन किमुक्तमस्ति अत्र वस्तुतः उत्तरद्वयमस्ति प्रथमसमाधानं भिन्नमस्ति तदनन्तरं तस्मात् उपरि अन्यः प्रश्नः कृत्वा इतोपि चिन्तनं कृतमस्ति तर्हि प्रथमसमाधानं किम् इति कोऽपि वदति वा संयोगनाशात् विभागः न अतिरिक्तः इति मेहुल् महोदय वदति वा आं महोदय अहं चिन्तयामि तत्र उदाहरणरूपेण घटपटौ विभक्तौ इति तत्र उदाहरणं दत्तं तत्र भावपदार्थम् इत्यनेन एव संयोगध्वंस अतिरिक्त यः गुणः अस्ति तदेव विभागः इति तत्र वक्तुं शक्नुमः अतः एव तत्र विभागः इति नूतनगुणः स्वीकृतः इति नैयायिका वदन्ति इति अहं मन्ये भावपदार्थं स्वीकृत्य विभाग भावपदार्थः अस्ति तत्र अतः तेन एव अन्यतमगुणः ते वदति तदेव विभागः इति सत्यम् उत्तमं तर्हि यद्यपि घटपटौ विभक्तौ इत्यत्र संयोगनाशः प्रतीयते सर्वजनसिद्धिः अस्ति तथा भावपदार्थः अपि अस्ति इति कृत्वा अत्र पुस्तके एवं लिखितमस्ति यया यथा 102 पेज् मध्ये उपरि यथा क्रियोत्पत्त्यनन्तरं घटपटयोः संयोगः नष्टः इति सर्वजनसिद्धिप्रत्ययेन संयोगनाशः सिद्ध्यति तथैव घटपटौ विभक्तौ इति भावपदार्थम् अवगाहमानेन ज्ञानेन संयोगध्वंस अतिरिक्तविभागाख्यगुणः सिद्ध्यत्येव इति केचन वदन्ति किन्तु तस्मादुपरि ते तद् अपरे न सहन्ते तस्मादुपरि इदानीम् आक्षेपः क्रियते तर्हि कः आक्षेपः इति अपि वदति वा मिथुल् महोदय आं तत्र आक्षेपः पुनः ते कुर्वन्ति यत् संयोगनाशः इति विभागात् तयोः मध्ये भेदः नास्ति कथमित्युक्ते ते वदन्ति भावपदार्थः विभक्तौ घटपटात् विभक्तौ इत्यत्र अभावपदार्थः नास्ति परन्तु भावपदार्थः अस्ति एव परन्तु तद् कः इति चेत् तद् भावपदार्थः एव विभागः विभागः एव इति ते वदन्ति अतः तत्र विभागः इति अन्यतमगुणः न अङ्गीकरोति न किन्तु तर्कः कः भावपदार्थः तत्र प्रथमप्रश्नः आसीत् विभाग संयोगनाशः एव विभागः इति कैश्चित् आक्षिप्तं तस्मादुपरि अस्माभिः किम् उक्तम् अत्र नाशः इति वदामश्चेत् तत्र केवलम् अभावः किन्तु घटपटविभक्तौ इति भावपदार्थमेव अवगाहते तत्र इति किन्तु तस्मादुपरि पुनः आक्षेपः कः इति आं ते वदन्ति यत् लोके तु घटपटौ विभक्तौ इति वदामः चेत् अपि तत्र अथवा संयोगः नष्टः इति अपि वदामः चेत् तत्र कोऽपि भेदः नास्ति. अत्र घटपटो विभक्तौ अथवा संयोगः नष्टः, संयोगनाशः अभवत् इति एव इति अपि वदामः चेत् तत्र किमपि भेदः न वर्तते लोके. तादृश अनुभवः अपि नास्ति यत्र विभागः इति गुणः तत्र दृश्यते वा न वा. अतः इतोपि किञ्चित् स्पष्टता भवेत्. अस्तु, भवान् एव वदतु, अत्र पञ्चक्षणप्रक्रिया अस्ति खलु, प्रथमक्षणे किं भवति, द्वितीयक्षणे किं भवति इति एकवारं पुनः स्मारयति वा. आम्, प्रथमक्षणे घटे क्रिया जाता, अनन्तरं द्वितीयक्षण यः देशे यः आकाशदेशे घटः आसीत् ततः विभागः भवति. तृतीयक्षणे तेन विभागेन संयोगनाशः भवति. घट आकाशयो आकाशदेशयोः मध्ये यः संयोगः अस्ति तस्य नाशः भवति. चतुर्थक्षणे अन्यत अन्येन आकाशदेशेन सह संयोगः भवति. अनन्तरं पञ्चमक्षणे क्रियानाशः भवति. उत्तमं, तर्हि अत्र पश्यन्तु, द्वितीयक्षणे विभागः जायते, तृतीयक्षणे पूर्वदेशसंयोगनाशः भवति इति उक्तं खलु. तर्हि यत्र यत्र विभागः जायते तत्र सर्वत्र अग्रिमक्षणे पूर्वदेशसंयोगनाशः भवति इति वक्तव्यम् एव खलु. तर्हि तादृशस्थितिः अस्ति इति कृत्वा किमर्थम् अत्र विभागः वक्तव्यः? यत्र यत्र विभागः वदति तत्र सर्वत्र तस्मात् अग्रिमक्षणे पूर्वदेशसंयोगनाशः वक्तव्यम् एव. एकमपि सन्दर्भः नास्ति यत्र पूर्वदेशसंयोगनाशः न भवति इति. तर्हि नियमेन एकं भवति चेत् अन्यद् नियमेन भवति इति कृत्वा किमर्थम् अत्र गौरवमस्ति विभागः, तदनन्तरं पूर्वदेशसंयोगः, विभागः एव अत्र क्रियया संयोगनाशः पूर्वदेशसंयोगनाशः भवति द्वितीयक्षणे इति. तदनन्तरं नूतनदेशसंयोगः उत्पद्यते इति अङ्गीकुर्मश्चेत् इदानीं पञ्चकं नावश्यकं, चतुष्टयं पर्याप्तं. तर्हि तत्रैव लाघवमस्ति इति आक्षिपति. द्वितीयक्षणस्य विवरणम् अस्ति, ततः विभागः तस्य आवश्यकता नास्ति इति. तर्हि तस्य समाधानार्थम् इदानीं सामान्यचिन्तनं जायमानमस्ति पुस्तके, इत्युक्ते नाशः कैः भवति इति. प्रत्येकं यत्किमपि वस्तुं स्वीकुर्मः, यत्किमपि पदार्थं स्वीकुर्मः तस्य नाशः कथं भवति इत्यस्मिन् विषये चिन्तनम् अस्ति. तर्हि स्वामी महोदय किञ्चित् वदति वा, पुस्तके यद् दत्तं तदाधारीकृत्य प्रथमम् अत्र द्रव्यनाशः कथं भवति इति. महोदय, संयोगस्य नाशः वा महोदय? द्रव्यनाशः प्रथमं, द्रव्यनाशः कुत्र महोदय? 103 पेज् 102 पेज् मध्ये अस्ति एतत् सर्वं, समग्रचिन्तनमस्ति अत्र. नाशः इति वदामश्चेत् कथं नाशः भवति, एवमेव नाशः भवति इति न वक्तुं शक्यते खलु महोदय, किमपि कारणं भवेत्. समवायिकारणनाशात् द्रव्यनाशः तर्हि केन जायते? समवायिकारणनाशात् तर्हि प्रतिपादयतु इदम् उदाहरणं, घटः इति द्रव्यं स्वीकृत्य तस्य नाशः कथं भवति, समवायि घटस्य समवायिकारणं किम्? कपाल महोदय. हा, तर्हि कपालस्य नाशः भवति चेत् घटः तिष्ठति वा? न तिष्ठति, कारणनाशः अस्ति अतः द्रव्यनाशः अपि भवति. तर्हि एकं कारणं नाशम् इदानीं नाशविषये समग्रचिन्तनं जायमानमस्ति. तर्हि द्रव्यनाशः इति स्वीकुर्मश्चेत् समवायीकारणनाशेन द्रव्यनाशः भवति इति एकं कारणम्. अस्तु, एकमेव कारणं वा इतोपि कारणमस्ति वा? कपाल द्वयमध्ये संयोगमस्ति, तदपि नाशं भवति. हा, तर्हि कपालद्वयसंयोगः इति कीदृशकारणं घटं प्रति? असाधारण अत्र कारणं समवायिकारणम् असमवायिकारणं निमित्तकारणम् इति कारणानां त्रैविध्यम् अस्माभिः अधीतं. तेषु कपालद्वयसंयोगः कीदृशकारणम्? असमवायिकारणम्. समीचीनं. प्रथमविधसमवायिकारणं वा द्वितीयविधसमवायिकारणं वा? द्वितीयविध असमवायिकारणम्. इत्युक्ते द्वितीयविध असमवायिकारणे कारणेन सह वा कार्येण सह वा? कारणेन सह नास्ति. अस्तु, कपालद्वयसंयोगः कुत्र अस्ति? संयोगः कुत्र अस्ति? कपालद्वयमध्ये. हा, कपाले अस्ति खलु? कपाले, कपाले आम. कपाले अस्ति. घटः कुत्र अस्ति? घटः कुत्र अस्ति महोदय? घटः भूतले अस्ति महोदय. न न, अत्र इदानीं कार्यकारणचिन्तनं महोदय. घटः, घटस्य कारणं किम्? घटस्य कारणं कपालः. तर्हि घटः कुत्र अस्ति इति चेत् कपाले अस्ति इति वक्तव्यं खलु महोदय? घटः कुत्र अस्ति इति चेत् एवमेव मया न पृष्टम्. कार्यकारणचिन्तनं जायमानमस्ति खलु. तर्हि घटः कुत्र अस्ति इति चेत् कपाले, संयोगः कुत्र अस्ति? कपाले. तर्हि घटः इति कार्यं, संयोगः इति कारणं, कारणं कार्येण सह एकस्मिन् अधिकरणे कपाले. संयोगः इति कारणं, घटः इति कार्येण सह एकस्मिन् अधिकरणे कपाले वर्तते इत्यतः एव कार्येण सह इति वदामः. तर्हि प्रथमविध असमवायिकारणमस्ति कपालद्वयसंयोगः. बुद्धं वा महोदय? प्रथमविधमेव. अस्तु, तर्हि संयोगनाशेन यदा कपालद्वयोः मध्ये संयोगः अस्ति तस्य नाशः भवति चेत् घटः तिष्ठति वा? न तिष्ठति महोदय. न तिष्ठति. समीचीनं. तर्हि असमवायिकारणस्य नाशनेन घटद्रव्यनाशः भवति. अस्तु, तर्हि किन्तु कुलालः नष्टः इति चिन्तयतु, तर्हि घटस्य नाशः भवति वा? न भवति महोदय, निमित्तकारणं सः न भवति. हा, तर्हि निमित्तकारणस्य नाशेन द्रव्यनाशः न भवति. न, समवायिकारणनाशेन असमवायिकारणनाशेन भवति. अस्तु, इति द्रव्यनाशः भवति इति अस्माभिः अधीतम्. तदनन्तरं गुणनाशः. गुणनाशः, यत्किमपि गुणं स्वीकृत्य चिन्तयामश्चेत् गुणनाशः केन भवति? समवायिकारणनाशात् महोदय. हा, समीचीनम्. उदाहरणं वदतु. महोदय, प्रश्नः पृच्छतु महोदय. उदाहरणम् इदानीं भवता उक्तं खलु, समवायिकारणनाशेन गुणनाशः भवति. तर्हि यत्किमपि गुणं स्वीकृत्य तस्य समवायिकारणं किम्? उदाहरणं वदतु इति मया पृष्टम्. गुणः नीलरूपम् इति स्वीकरोतु महोदय. आं महोदय, नीलरूपं घटः. किमर्थम् अत्र अस्तु भवतु वदतु तर्हि नीलरूपस्य नाशः घटनाशेन घटे विद्यमाननीलरूपस्य नाशः भवति एव वा खलु? आं महोदय. अपि च घटः एव नीलरूपस्य समवायिकारणमस्ति खलु महोदय? सत्यं. भवान् अवगच्छति वा न वा? इदानीं पुनस्मरणं भवति महोदय. अस्तु तर्हि समवायिकारणनाशेन गुणनाशः भवति. तदनन्तरं गुणनाशः अन्येन कारणेन भवति वा? कारणं कुलालः नष्टः भवति चेदपि नीलरूपं तु न नष्टं भवति. क्रमेण चिन्तयतु महोदय, इदानीं समवायिकारणं चिन्तितं, नीलरूपस्य असमवायिकारणं किं? घटे विद्यमाननीलरूपस्य असमवायिकारणं किम्? संयोगं महोदय. कपाले विद्यमानसंयोगः नीलरूपं प्रति कारणं वा? नीलरूपं संयोगेन जायते वा? कपाले विद्यमाननील हा इति खलु रूपम्? आं महोदय. यदि कपाले रक्तरूपमस्ति घटे नीलरूपं भवति वा? न भवति. तर्हि किं कारणं? कपाले यद्रूपमस्ति तदेव घटे जायमानरूपं प्रति कारणं खलु? सत्यं महोदय. तर्हि किमर्थं संयोगं संयोगविषये चिन्तयति? अत्र संयोगस्य महत्त्वं किमपि नास्ति, घटं प्रति संयोगः कारणं, किन्तु घटे विद्यमाननीलरूपं प्रति घटे विद्यमान नीलरूपमेव कारणं, तदेव असमवायिकारणम्. अस्तु तर्हि इदानीं वदतु समवायिकारणनाशात् असमवायिकारणनाशादपि गुणनाशः भवति. हा खलु, यदि कपाले नीलरूपस्य नाशः जायते तदा घटे अपि नीलरूपस्य नाशः जायत्येव. सत्यं महोदय. हा तर्हि असमवायिकारणनाशेनापि गुणनाशः भवति. अस्तु निमित्तकारणम्? निमित्तकारणं कुलालः जायते चेत् नष्टः भवति, नास्ति चेत् तर्हि अपि गुणं तु तिष्ठेत् एव. सत्यं, किन्तु एकः एव निमित्तकारणं वा? न, देशकाल अस्तु. सत्यभामा भगिनी किं चिन्तयति? रूपं प्रति निमित्त गुणं प्रति निमित्तकारणं न भवति इति मम चिन्तनं महोदय. न भवति इति चिन्तनं वा? अस्तु, भवती प्रायः न पठितवती, महोदयः अपि स्वामिमहोदयः अपि न पठितवान् इति भाति. एकवारं पठित्वा अत्र पुनस्मारणं जायमानमस्ति खलु महोदय? सत्यं. स्मरणाय एव. सत्यम्. अस्तु वर्षा भगिनी वदतु. पुस्तके तु दत्तमस्ति निमित्तकारणनाशात् गुणनाशः भवति इति. अत्र निमित्तकारणस्य उदाहरणं दत्तमस्ति, अपेक्षा बुद्धिः इति ज्ञानविशेषः अस्ति. अपेक्षाबुद्धेः पूर्वं द्वित्वम् एकत्वं, द्वित्वम् एकत्वम् अस्ति अत्र. एकत्वम् इति असमवायिकारणं न भवति वा? तद् निमित्तकारणं भवति वा द्वित्वस्य? न, द्वित्वसङ्ख्यां आश्रयगतम् एकत्वं च असमवायिकारणं भवति. एकत्वम् असमवायिकारणं भवति, तर्हि यथा रूपमत्र उक्तं तथा एकत्वमपि द्वित्वं प्रति असमवायिकारणमस्ति. तस्य नाशे अपि गुणनाशः भवति, द्वित्वस्य नाशः भवति. सत्यं. तर्हि निमित्तकारणम् अत्र अपेक्षाबुद्धेः विषये किम् उक्तम्? अपेक्षाबुद्धेः इति ज्ञानविशेषः अस्ति, तद् निमित्तकारणं भवति इति दत्तमस्ति. कथम् इति अवगच्छति वा? कथम् अपेक्षाबुद्धिः निमित्तकारणम् इति, किं प्रति निमित्तकारणं? प्रथमं तद्वदतु. अपेक्षाबुद्धिः इति कारणं चेत् कार्यं किम्? आं महोदय, एकः घटः अस्ति इति वयं जानीमः. द्वितीयघटे दृष्ट्वा तद् द्वितीयघटः इति वयं जानीमः. अतः तस्य अत्र अपेक्षा भवति. अत्र प्रथमं तु एकं घटं भवेत् इति अपेक्षा भवति, तदेव अपेक्षाबुद्धिः इति मया अवगतम्. न न, अत्र अपेक्षाबुद्धिः इत्युक्ते इदानीं भवत्याः पुरतः बहवः घटाः इति चिन्तयतु. तर्हि अत्र कति घटाः सन्ति इति प्रश्नः यावत् न उदेति तावत् तेषु केवलम् एकत्वमेव अस्ति, द्वित्वादिकं तेषु न जायतेव. यदा भवत्याम् आत्मनि अपेक्षाबुद्धिः जायते, अत्र कति घटाः सन्ति इति अपेक्षाबुद्धिः यदा जायते, तदा एव भवती गणनं करोति खलु, एकं द्वे त्रीणि चत्वारि. यदा भवती गणनं करोति, तदा एव तेषु घटेषु द्वित्वादिसङ्ख्या जायते इति नैयायिकानां चिन्तनमस्ति. एकत्वं यदा एकः घटः जायते, तदा तस्मिन् अग्रिमक्षणे तस्मात् अग्रिमक्षणे तस्मिन् घटे एकत्वं जायते अपेक्षाबुद्धिं विना. किन्तु तस्माद् अधिकम् इत्युक्ते द्वित्वादिकं कदा जायते इति चेत्, यदा अस्माकम् आत्मनि अपेक्षाबुद्धिः जायते, तदा एव तेषु अत्र द्वित्वादिकं जायते इति वैशेषिकानां चिन्तनमस्ति. तर्हि इदानीम् अपेक्षाबुद्धिः इति निमित्तकारणं भवति द्वित्वं प्रति, बुद्धं खलु? तर्हि एकत्वम् असमवायिकारणं भवति. कीदृश असमवायिकारणं? प्रथमविधं वा द्वितीयविधं वा? परम्परासम्बन्धेन एकत्वं वर्तते. न कीदृश असमवायिकारणस्य द्वैविध्यं कारणेन सह कार्येण सह इति, तेषु तयोः एकत्वम् इति कारणं द्वित्वं प्रति कीदृशकारणं? कारणेन सह. कारणेन सह, उत्तमं. द्वितीयविधं कार्येण सह इत्युक्ते प्रथमविधं, कारणेन सह इत्युक्ते द्वितीयविधम्. अस्तु, तर्हि गुणनाशः समवायिकारणनाशेन भवति, असमवायिकारणनाशेन भवति, निमित्तकारणेन नाशेनापि भवति. अस्तु, तदनन्तरं समानाधिकरणगुणेनापि भवति गुणनाशः इति लिखितं. तस्य उदाहरणं किम्? गुणेन गुणनाशः भवति इति अत्र लिखितमस्ति. अत्र तेजःसंयोगेन गुणनाशः भवति. यदा नीलरूपं घटं स्वीकुर्मः, तेजःसंयोगेन तत् कृष्णरूपं भवति. तदेव समानाधिकरणगुणात् गुणनाशः इत्यस्य उदाहरणं. तर्हि अत्र उत्तमम्. अस्मिन् उदाहरणे कार्यं नीलरूपस्य नाशः, कारणं किम्? तेजघटसंयोगः भवति. इत्युक्ते संयोगः इति वदतु, तेजः नास्ति, संयोगः अत्र. महोदय, तेजः इति द्रव्यं खलु? महोदय, संयोगः एव कारणं. संयोगः कारणम्. अपि च समानाधिकरणगुणम् इति लिखितं. तर्हि संयोगः कुत्र अस्ति? तेजघटयोः मध्ये यः संयोगः जायते संयोगः द्विनिष्ठः इति कृत्वा घटे अपि संयोगः अस्ति तेजसि अपि संयोगः अस्ति. तर्हि यस्मिन् घटे तेजसंयोगः अस्ति तस्मिन्नेव घटे नीलरूपमस्ति इति कृत्वा समानाधिकरण समानाधिकरणगुणेनापि गुणनाशः भवति इति उक्तम्. तदनन्तरम् अग्रिमकारणं किम् गुणनाशस्य? इदानीं गुणनाशस्य विषये चिन्तनं सम्प्रति चिन्तनं जायमानमस्ति. प्रथमं समवायिकारणनाशेन, द्वितीयम् असमवायिकारणनाशेन, तृतीयं निमित्तकारणनाशेन, चतुर्थं समानाधिकरणगुणेनापि, पञ्चमम् अत्र आत्मगुणस्य नाशविषये संस्कारनाशविषये अपि दत्तमस्ति. चरमस्मरणम् इति अस्ति, अपि च काल अपि रोगः अपि हेतु भवति संस्कारनाशस्य. हा उत्तमं. तर्हि संस्कारे विद्यमान आत्मनि विद्यमानसंस्कारः इति आत्मगुणः, तस्य नाशः कथं भवति इति चेत् कालात् इति एकम् कालेन नाशः भवति. रोगात् यदि रोगः जायते तदापि संस्कारस्य नाशः भवति. चरमेण स्मरणेन अन्तिमस्मरणेन, तर्हि अत्र अन्तिमस्मरणेन संस्कारस्य नाशः कथं भवति इति प्रतिपादयति वा? आम् महोदय. प्रथमं प्रत्यक्ष इन्द्रियसन्निकर्षेण ज्ञानम् उत्पादयति, संस्कारजननं भवति. तदनन्तरं चरमस्मरणं, तदनन्तरं तद् स्मृतिहेतोः भवति संस्कारः. पुनः वदतु भगिनि. इन्द्रियसन्निकर्षेण ज्ञानम् उत्पद्यते, संस्काररूपज्ञानम् उत्पाद्यते, तद् व्यापारः भवति. संस्काररूपज्ञानं न उत्पद्यते, समीचीनतया वदतु. संस्कार इति गुण अन्यगुणः अस्ति, तद् उत्पाद्यते. इन्द्रियसन्निकर्षेण किं जायते? प्रथमं ज्ञानं जायते. अस्तु समीचीनं. ज्ञानम् इति गुणः खलु? आं महोदय. ज्ञानम् इति नव आत्मगुणेषु अन्यतमः अस्ति ज्ञानं. बुद्धिः इत्युक्ते ज्ञानम्. अस्तु तर्हि ज्ञानं जायते, ज्ञानेन किं जायते? संस्कारः जायते, तदपि अन्यगुणः. हा अन्यः गुणः, ज्ञानेन संस्कारः जायते, समीचीनं. तदनन्तरं संस्कारेण किं जायते? स्मृतिः जनयति. हा समीचीनम्. स्मृतिः अपि एकविधं ज्ञानमेव. उत्तमम्. अतः प्रथमम् एकस्मृति जननात् अनन्तरं द्वितीयस्मृतिः आगच्छति चेत् तत् पूर्वसंस्कारस्य नाशनस्य हेतुः भवति इति मया अवगतम्. नास्ति, तादृशं नास्ति. यदि द्वितीयसंस्कारः द्वितीयस्मरणं भवति तर्हि द्वितीयस्मरणं कथं वा पूर्वसंस्कारस्य नाशहेतुः भवति? पूर्वसंस्कारः अस्ति इति कृत्वा एव द्वितीयस्मरणं जायते खलु. संस्कारः एव कारणं स्मृतेः इति कृत्वा द्वितीयस्मरणं यदा जायते तदा पूर्वसंस्कारस्य नाशः इति नास्ति. संस्कारं विना स्मृतिः न जायत्येव. तर्हि रमेशमहोदय अत्र किं वक्तव्यम्? यदि एकं वस्तु किमपि वस्तु वयं पश्यामः तत् पश्चात् बहुकालान्तरं यदि न पश्यामः तस्य स्मरणं मनसि न अस्ति, तदेव संस्कारस्य नाशनम् इति वक्तुं शक्यते. किमर्थं तद् एतादृश संस्कारनाशनं भवति चेत् तस्य उत्तरं चर्मसंस्कारम् एव वयं तस्य ज्ञानं भवति. अन्यत् कोऽपि संस्कारस्य ज्ञानं न संस्कारजन्यज्ञानं मम मनसि न भवति इति नैयायिकमतं. तत् किमर्थं तद् वदनीयम् इत्युक्ते तद् वयं दृष्टवन्तः. यदि एकवारम् अहम् एकं घटं पश्यामः तद् यदि द्विवारं द्विसंवत्सरं पश्चात् कोऽपि मम मां पृच्छति भवान् घटं भवान् घटं दृष्टवान् वा इति यदि प्रश्नः उदेति तस्य प्रश्नस्य मम मनसि उत्तरं न लभ्यते. तस्य कारणं चरमसंस्कारम् इति वदामि. यदि यदि कोऽपि पृच्छति द्वे निमिषे पुरतः यदि अहं घटं पश्यामि तर्हि कोऽपि पृच्छति भवान् घटं पश्यति वा दृष्टवान् वा इति प्रश्नस्य अहम् उत्तरं ददामि, हा अहं द्वे निमिषे पुरा घटं दृष्टवान् इति उत्तरं लभते. तस्य कारणं तस्य एतादृश संस्कारनाशनस्य कारणं चर्मसंस्कारम् इति इति नैयायिकाः मतम्. अस्तु, अपि च अत्र महोदय कालेनापि संस्कारस्य नाशः भवति इति नैयायिकैः अङ्गीकृतं. तर्हि कालेन नाशः भवति इति अङ्गीकृतं चेत् किमर्थं चर्मस्मरणेन तस्य नाशः भवति इति अवगन्तव्यं. किमर्थं तादृशचिन्तनं? तयोः मध्ये भेदः वक्तव्यः खलु, अवगन्तव्यः अपि. कालेन संस्कारस्य नाशः भवति एव इति अस्माभिः अधीतम् अवगतम् अङ्गीकृतमपि. चरमस्मरणेनापि तत्र तर्कः कः? एकं वाक्यमस्ति पुस्तके. अस्तु, अहं पठामि, पश्यतु. यदि न सः विषयः पुनः स्मृतः कः लाभः? तदा तद् आत्मनि सः संस्कारः तथैव तिष्ठति इति कल्पनया. स्मरणाय खलु संस्कारः इति. संस्कारः इति गुणः अनुमानेन साधितः अस्ति, तदस्माभिः अधीतम्. संस्कारः इति गुणः प्रत्यक्षेन न दृश्यते, स्मरणं जायते. गते दिने मया एकः घटः दृष्टः, अग्रिमक्षणे ज्ञानस्य नाशः भवत्येव, किन्तु तत्र संस्कारः उत्पादित्वा ज्ञानस्य नाशः भवति. तर्हि अद्य मया एकः घटः दृष्टः इति स्मरणं जायते खलु, तस्य किमपि कारणं वक्तव्यं. किमर्थमित्युक्ते इदानीं मम पुरतः घटः नास्ति, तत्र इन्द्रियसन्निकर्षः नास्ति. ज्ञानस्य अपेक्षितनित्यत्वं वदामश्चेत् तत्र क्लेशः भवति इति अपि अस्माभिः अधीतं. ज्ञानस्य क्षणभङ्गम् अङ्गीकर्तव्यमेव, किमर्थमिति अस्माभिः चिन्तितम्. तर्हि ज्ञानं नास्ति, स्मरणः जायतेव, कथम् इति चेत् संस्कारः इति गुणः अस्ति इति तत्र अनुमानेन संस्कारः साधितः. अस्तु, तर्हि संस्कारः किमर्थम् अङ्गीकृतं? स्मरणाय खलु संस्कारः, स्मरणाय एव संस्कारः इति अन्यतमः गुणः अङ्गीकृतः. तर्हि यदि स्मरणं न जायते तदा संस्कारः अस्ति तथापि स्मरणं न जायते इति न वक्तुं शक्नुमः खलु. तर्हि अतः एव अत्र लिखितमस्ति, स्मरणाय खलु संस्कारः. यदि न सः विषयः पुनः स्मृतः कः लाभः? तदात्मनि सह संस्कारः तथैव तिष्ठति इति कल्पनया. अतः द्वितीयवारं यत् स्मरणम् अभूत् तेन स्मरणेन तेन चरमेण स्मरणेन सः संस्कारः नष्टः इति चिन्तनम् उचितम्. कालेन नाशः भवति इति तु सत्यं, किन्तु अत्र प्रथमस्मरणं जातं, तदनन्तरं प्रथमं केवलं प्रथमम् इति नास्ति. यावन्ति स्मरणानि जायमानानि तत्र अग्रिम अन्तिमचरमस्मरणं यदस्ति तदपि कारणं भवति, तदनन्तरं नूतनस्मरणं न जातम् इति कृत्वा यदि चरमस्मरणं जायते तदनन्तरं संस्कारः तेन चरणस्मरणेन नश्यति इति स्वीकुर्मश्चेत् समीचीनं, तदेव उचितं भवति. किमर्थं? स्मरणाय खलु संस्कारः इति तर्कः तत्र. स्मरणाय एव संस्कारः कल्पितः, अनुमानं कल्पितः नास्ति, अनुमानं कृतः इति कृत्वा चरणस्मरणाय चरमस्मरणेन संस्कारः संस्कारस्य नाशः भवति इति चिन्तनम् उचितम् इति अत्र दत्तमस्ति. अत्र कालस्य विषये किमपि नास्ति. कालं तु भिन्न कालेन संस्कारः नश्यति, कालः तु कारणम् अस्ति संस्कारनाशं प्रति. तस्मात् उपरि चरमस्मरणं किमर्थम् अत्र कारणत्वेन, संस्कारनाशस्य कारणत्वेन किमर्थं स्वीकर्तव्यम् इति चेत् संस्मरणाय खलु संस्कारः. तर्हि इदानीं स्मरणं न जायते चेत् संस्कारः अस्ति इति किमर्थं वक्तव्यं? न वक्तव्यम्. तर्हि तस्य कारणं किम्? चरमस्मरणं. किमर्थं चरणस्मरणं स्वीकृतं? संस्कारस्य अस्तित्वं किमर्थं स्वीकृतं? स्मरणाय एव खलु संस्कारः स्वीकृतः. तर्हि चरमस्मरणेनापि संस्कारः नश्यति इति नैयायिकाः वदन्ति. अस्तु, तर्हि इदानीं गुणस्य समग्रचिन्तनं कृतं. गुणनाशः कैः भवति इति चेत् समवायिकारणनाशात् भवति, असमवायिकारणनाशात् भवति, निमित्तकारणनाशात् अपि भवति, कालेन भवति, रोगेण भवति, चरमस्मरणेनापि भवति इति बहु किमपि अस्माभिः चिन्तितम्. अस्तु, अग्रे गमनात् पूर्वं क्रियानाशः कथं भवति? रमेश महोदय वदति वा? क्रियानाशः सम्पूर्णचिन्तनं जायमानमस्ति इदानीम्. क्रियानाशः केन भवति? अस्तु, अत्र प्रथमं तत्र पञ्चक्षणक्रियाप्रक्रिया अस्ति खलु, तद् एकवारं पुनः स्मारयति वा? आम् महोदय. प्रथमक्षणं घटे क्रिया जायते, द्वितीयक्षणे आकाशघट मध्ये स्थित विभागः भवति. तर्हि द्वितीयक्षणे विभागः जायते, तृतीयक्षणे संयोगस्य नाशः भवति. घटे आकाश संयोगः, घट आकाशसंयोगस्य संयोगनाशः भवति, पूर्वदेशसंयोगनाशः भवति. हा, पूर्वदेशसंयोगः संयोगनाशः भवति. चतुर्थक्षणे नूतनदेशसंयोग आकाश नूतनदेश आकाशघटसंयोगः भवति. सत्यं. पञ्चमक्षणे क्रियायाः नाशः भवति. यदि क्रियायाः नाशः न भवति तर्हि तत् क्रिया जायमानः अस्ति सर्वदा, तत् क्रिया भवति एव. तर्हि क्रियायाः नाशं यदि न भवति तर्हि पुनः विभागः जायते, पुनः विभागः जायते, पुनः सर्वं भवति खलु. आम्, तर्हि पञ्चमक्षणे क्रियायाः नाशः अङ्गीकर्तव्यः. तर्हि इदानीं प्रश्नः अस्ति, क्रिया कथं नश्यति? क्रिया कथं नश्यति? कर्ता यदि क्रियायाः यः यः कर्ता अस्ति तस् सः क्रिया तस् क्रिया न करोति चेत् क्रियायाः नाशनं भवति. घट घट उत्पादनात् अस्तु, अत्र कन्दुकम् इति स्वीकुर्मः, अहमेव कन्दुकं क्षिपामि, तर्हि कन्दुके क्रिया मया कारितं. यदा अहं कन्दुकं क्षिपामि तदा अत्र मम हस्तात् कन्दुकम् अन्यत्र गतं खलु. तर्हि कन्दुकं स्वीकृत्य वदतु, इदानीं कन्दुके जायमानक्रिया तस्य नाशः कैः कारणैः भवति इति चिन्तयतु. सम्पूर्णचिन्तनं करोतु, समवायिकारणम् असमवायिकारणं निमित्तकारणम् इति सर्वं चिन्तयतु. कन्दुकस्य कन्दुके जाय विद्यमानक्रियायाः समवायिकारणं किम्? कन्दुकमेव खलु. सत्यं, तर्हि कन्दुकनाशेन क्रियानाशः भवत्येव खलु. तर्हि समवायिकारणनाशेन क्रियानाश नश्यते इति एकं कारणम्. क्रियायाः अस्तु, द्वितीयकारणम् इदानीं क्रियायाः असमवायिकारणमस्ति वा? एवमेव चिन्तनम् अत्र पुस्तके एतत् सर्वं न दत्तम्. समवायेन स्थित्वा समवायेन कार्यं जनयति, तत् असमवायिकारणम्. तर्हि इदानीं कन्दुके अहं क्रियां कारयामि इति चिन्तयतु. कन्दुके क्रिया कथम् उत्पन्नम्? संयोगेन, हस्तकन्दुकसंयोगेन क्रिया उत्पन्नम्. उत्तमम्. तर्हि इदानीं हस्तसंयोगः कन्दुके अस्ति समवायसम्बन्धेन खलु. तस्मिन् कन्दुके एव क्रिया अपि समवायेन अस्ति. तर्हि हस्तसंयोगः समवायेन कन्दुके स्थित्वा समवायेन क्रियां कन्दुके जनयति इति कृत्वा हस्तसंयोगः असमवायिकारणं भवति खलु. किन्तु इदानीं हस्तसंयोगः नाशः भवति इति चिन्तयति. यदा क्रिया जायते कन्दुके तदा हस्तसंयोगः अपि नश्यति खलु. हस्तात् पतति कन्दुकम् इति कृत्वा. किन्तु अत्र नाशः जातः इति कृत्वा अग्रिमक्षणे क्रियानाशः न भवति. यावत् तत्र कन्दुकं गच्छति तावत् गत्वा एव तत्र न्यूनातिन्यूनम् अत्र पञ्चक्षणं तिष्ठति क्रिया इति कृत्वा अत्र हस्तसंयोगः असमवायिकारणम् अस्ति. किन्तु तस्य नाशेन क्रियानाशः न भवति इति न वक्तुं शक्यते. अस्तु, अत्र पञ्चक्षणक्रिया अस्ति, प्रक्रिया अस्ति खलु. तत्र चतुर्थक्षणे नूतनदेशसंयोगः जायते. यदा नूतनदेशसंयोगः जायते तस्मात् अग्रिमक्षणे क्रिया निश्चयेन नश्यति खलु. तर्हि नूतनदेशसंयोगः क्रियानाशं प्रति कारणम् इति वक्तुं शक्नुमः खलु. तर्हि नूतनदेशसंयोगः कुत्र अस्ति? कन्दुके अस्ति, समवायेन अस्ति, अपि च समवायेन या क्रिया आसीत् कन्दुके तस्य नाशमपि करोति इति कृत्वा नूतनदेशसंयोगः असमवायीकारणं भवति क्रियानाशं प्रति. खलु? तर्हि असमवायीकारणनाशे नाशेनापि क्रियानाशः भवति इति वक्तुं शक्नुमः. बुद्धं वा? न महोदय, लास्ट् स्टेट्मेण्ट् असमवायिकारणनाशः नास्ति खलु? सारि, असमवायीकारण उत्प असमवायीकारणस्य उत्पादनेन क्रियानाशः भवति. तर्हि असमवायीकारणम् इदानीं सत्यं, मम दोषेन उक्तम्, असमवायीकारणनाशः इति न वक्तव्यः, असमवायीकारणस्य उत्पादनेन क्रियानाशः भवति. तर्हि असमवायीकारणं क्रियानाशं प्रति असमवायीकारणम् अस्माभिः उक्तं, तावदेव. क्रियानाशः कैः भवति इति उक्तं खलु, इत्येव प्रश्नः. तर्हि असमवायीकारणेन क्रियानाशः भवति इति उक्तम्. अस्तु, तदनन्तरम् अत्रापि अन्यदेशसंयोगः इति वक्तव्यं वा, चरम अन्यदेशसंयोगः इति वक्तव्यं वा? किमर्थं चेत् वयं यदि कन्दुकं क्षिपामः तर्हि तत् बहूनि स्थलानि गच्छति, तदनन्तरम् अन्तिमसंयोगः यः अस्ति तदेव क्रियानाशस्य हेतुः भवति वा? सत्यं, नो चेत् तावत् तिष्ठति एव खलु क्रिया. सत्यम्, अस्तु. अपि च तत्र वेगाख्यसंस्कारः इति अपि अस्माभिः अधीतं खलु, वेगः भवति. तर्हि अत्र वेगाख्यसंस्कारस्य न्यूनगति जायत्येव, किञ्चित् न्यूनं भवति, न्यूनं भवति, न्यूनं भवति. तदनन्तरं वेगाख्यसंस्कारः यदा नश्यति तदा क्रिया अपि नश्यति. तर्हि संस्कारनाशेनापि क्रियानाशः भवति इति वक्तव्यं, वेगाख्यसंस्कारः. अत्र एषः संस्कारः भिन्नः अस्ति, तस्य नाम अस्ति वेगः इति. अत्र ज्ञानेन यः संस्कारः जायते तस्य नाम अस्ति भावना, भावनाख्यसंस्कारः इति. किन्तु अत्र वेगाख्यसंस्कारः, वेगाख्यसंस्कारः कुत्र अस्ति? कन्दुके अस्ति, स च नाशः भवति तस्य नाशेन, वेगाख्यसंस्कारनाशेनापि क्रियानाशः भवति. अस्तु, तर्हि इदानीं त्रयः पदार्थाः अस्माभिः चिन्तिताः. चतुर्थपदार्थः कः? जातिः, सामान्यमस्ति खलु. तर्हि सत्यभामा भगिनी वदतु, जातेः नाश, सामान्यस्य नाशः कथं भवति? प्रश्नः बुद्धः वा? जाति इति सामान्यं, तस्य नाशः कथं भवति इति. हा, सत्यं. सप्तपदार्थाः सन्ति खलु, तेषु चतुर्थपदार्थः अस्ति सामान्यं, जातिः. जातेः नाशः कथं भवति इति चिन्तनम् इदानीम्. अन्तिमक्षणे एव तस्य नाशः भवति महोदय. अन्तिमक्षणम् इत्युक्ते किम्? अन्तिमक्षणं कस्य अपेक्षया? अन्तिमक्षणं यदा कन्दुकम् उपरि क्षिपति तदनन्तरं तत् उदाहरणं वदतु. कन्दुके विद्यमानजातेः जातिः कः? का क्रियात्वं? जातिः विषये, क्रियाविषये नास्ति. क्रिया इति तृतीयपदार्थः अस्ति. चतुर्थपदार्थविषये इदानीं चिन्तनम्. सप्तपदार्थाः के एकवारं वदतु भगिनि. द्रव्यगुणकर्म विषय द्रव्यगुणकर्म सामान्य अस्तु इदानीं सामान्य इति उक्तं खलु. चतुर्थपदार्थः कर्म इति क्रिया, तस्मिन् विषये चिन्तनं कृतम्. इदानीं चतुर्थपदार्थविषये चिन्तनं. सामान्यम् इत्युक्ते जातिः. जातेः एकम् उदाहरणं वदतु. गुणत्वं द्रव्यत्वं. हा समीचीनं. घटः, घटे विद्यमानजातिः का? घटत्वं. घटत्वं. घटत्वम्. अस्तु तर्हि घटत्वस्य नाशः कथं भवति इति प्रश्नः. घटत्वस्य नाशः यदा घटत्वं नाशयति इति प्रथमं घटनाशयति यदा भवति तदा घटत्वमपि नाशयति इति चिन्तयतु. चिन्तयित्वा वदतु. यदि घटनाशेन घटत्वनाशः भवति इदानीं द्वितीयघटः अस्ति. द्वितीयघटे घटत्वम् अस्ति वा न वा? अस्ति एव. तर्हि घटत्वस्य नाशः कथं वा अङ्गीकर्तुं शक्यते? घटे विद्यमानघटत्वं, प्रथमघटे विद्यमानघटत्वं, द्वितीयघटे विद्यमानघटत्वम् अनयोः मध्ये भेदः अस्ति वा? अहं चिन्तयामि तत् साम् यदा सर्वेषु यत् सामान्यमस्ति तत् स्वीकृत्य एवं वक्तुं शक्यते. हा तर्हि घटनाशेन घटत्वनाशः न भवति खलु? न भवति महोदय. तर्हि किं वक्तव्यम् अत्र? मम प्रश्नस्य उत्तरत्वेन किं वक्तव्यम्? अस्तु स्वामी महोदय वदतु. महोदय घटनाशे घटत्वनाशः न भवति. पुनः एकवारं महोदय प्रश्नः कः? इदानीं सामान्यम् इति चतुर्थपदार्थः अस्ति खलु महोदय. सप्तपदार्थेषु सामान्यं जातिः इति कश्चन पदार्थः अङ्गीकृतः. घटे विद्यमानघटत्वम् इति तस्य उदाहरणं. प्रश्नः अस्ति सामान्यस्य नो चेत् जातेः नाशः कथं भवति इति. महोदय जातिनित्यं. हा समीचीनं वदतु. जाति तु नित्यम् अस्ति अतः तस्य नाशः न भवेत् इति अहं चिन्तयामि. उत्तमं. हा इति उत्तरम्. इति उत्तरं. जातिः सामान्यं नित्यं, सर्वे जातयः नित्याः इति नैयायिकानां मतम्. एकमपि घटं नास्ति चेत् घटत्वं तिष्ठति एव. घटत्वम् इति जातिः नित्या अस्ति. तर्हि सामान्यं नित्यम् इति कृत्वा यस्य कस्यापि जातेः नाशः यदा कदापि न भवति इति उत्तरं. समीचीनं महोदय. अस्तु अग्रे इदानीं द्रव्यगुणकर्म सामान्य एतत् न भवति इति अहं चिन्तयामि. अस्तु अस्तु पञ्चममस्ति विशेषः. महोदय एकः प्रश्नः अस्ति. तर्हि जातेः जन्म अपि न भवति इति स्वीकरणीयं वा? तर्हि एकं नूतन किमपि एक सेल् फोन् इति यः कोऽपि अस्ति तस्य जातित्वं सर्वदा अस्ति तत् सेल् फोन् जगति अस्ति वा जगत् अस्ति अस्ति वा न अस्ति वा तर्हि तस्य जाति अपि अस्ति इति वक्तव्यं वा? इति एव वक्तव्यम्, इति वक्तव्यम् एव. अत्र चिन्तनं किमस्ति इति चेत् वयमेव वयं वदामः इदानीं नूतन किमपि द्रव्यं मया उत्पादितं यत् यत् द्रव्यं पूर्वं न आसीत् किन्तु मया उत्पादितं, तर्हि नूतनद्रव्यम् अस्मिन् क्षणे एव मया उत्पादितम् इति कृत्वा तत्र जातिः अपि अत्र जातेः समवायीकारणं भवति द्रव्यं खलु. जातिः इति सप्तपदार्थेषु अन्यतमः, स्वयं न तिष्ठति, तर्हि तत्र द्रव्यं भवेत् इति कृत्वा तत्र नूतनद्रव्यं यदा जायते तस्मात् अग्रिमक्षणे एव जातिः उत्पद्यते इति निर्बन्धेन वक्तव्यम् इति भाति. किन्तु तत्र चिन्तनं किम् इति चेत् अत्र पासिबिलिटि अस्ति खलु, एतादृशद्रव्यम् उत्पादयितुं पासिबिलिटि अस्ति खलु. उदाहरणम् अहं वदामि, जलमस्ति तैलमस्ति, जलतैलम् आयिल् अण्ड् वाटर् तयोः मध्ये यदा कदापि मिश्रणं न भवत्येव, यदा कदापि मिश्रणं भवत्येव, तर्हि किमर्थं तयोः मध्ये यदा कदापि मिश्रणं न भवति इति चेत् यदि भवति तत्र नूतनद्रव्यम् उत्पद्यते तैलजलयोः मिश्रणेन यत्किमपि नूतनद्रव्यम् उत्पद्यते इति चिन्तयतु, तस्मिन् जातिः भवेत् खलु, सा जाति नास्ति एव इति कृत्वा एव तैलजलयोः मध्ये यदा कदापि मिश्रणं न भवति. सो द पासिबिलिटि इफ् यु आर् प्रोड्यूसिङ्ग् अ न्यू ऐटम् द पासिबिलिटि आफ् दट् प्रोडक्षन् हेस् टु एक्सिस्ट् प्रयर् टु प्रोडक्षन् आफ् दट् ऐटम्, दट् पासिबिलिटि इस् वाट् इस् काल्ड् जाति, अण्ड् दट् जाति यु हाव् टु अक्सेप्ट् in some potential form or something. That is why they say it is nityam. Astu. Tarhi idanim dravya guna karma samanya tavat visesha iti. Satyabhama bhagini vadatu viseshasya nashaha katam bhavati. Mahodaya. विशेषः इति पञ्चमपदार्थः. द्रव्यसामान्यं प्रति तत् नाशं भवति, तत् तत्र विशेषस्य नाशः अपि भवति. किं प्रत्येकं द्रव्यविशेषमस्ति? प्रथमं विशेषः कुत्र अस्ति इति वदतु. भावपदार्थे भवती विस्मृतवती. अस्तु, स्वामी महोदय वदतु. द्रव्ययोः मध्ये विशेषः भवति. द्रव्ययोः इति द्विवचनं किमर्थं? नित्यद्रव्येषु. इत्युक्ते द्रव्ययोः इति वदति चेत् मम मनसि प्रश्नः उदेति, इदानीं द्रव्यद्वयमस्ति तयोः मध्ये एव विशेषः अस्ति इति नास्ति. प्रत्येकं नित्यद्रव्ये विशेषः वर्तते खलु? आं महोदय. तर्हि इदानीं विशेषस्य नाशः कथं भवति? विशेषस्य भोः चिन्तयतु भोः, इदानीमेव भवता उक्तं. किम् उक्तं? विशेषः तदेव नित्यं भवति न भवति इति अहं चिन्तयामि. हा, अत्र अधिकं मा चिन्तनीयं, न भवति इति झटिति वक्तव्यं. नित्यद्रव्येषु एव विशेषः अस्ति खलु? आं महोदय. तर्हि किमर्थं चिन्तनीयं? चिन्तनं विना झटिति वक्तुं शक्यते? द्रव्यं युक्तमस्ति चेत् कथं वा तस्य तस्मिन् विद्यमानविशेषस्य नाशः? तदपि नित्यमेव. नित्यमेव. अस्तु, तर्हि सामान्यं जातिः नित्या अस्ति, विशेषः अपि नित्यः अस्ति. तदनन्तरं समवायः. अस्तु, मेहुल् महोदय वदतु महोदय, समवायस्य नाशः कथं भवति? आं महोदय, अहं चिन्तयामि, वयं जानीमः समवायसम्बन्धः तु अवयवीमोः मध्ये, गुणगुणिनोः मध्ये, क्रियाक्रियावतोः मध्ये, जातिव्यक्तयोः मध्ये, अपि च विशेषमित्रद्रव्ययोः मध्ये एव भवति. तर्हि अहं मन्ये समवायसम्बन्धः अवयव अवयविनोः मध्ये यदा भवति तत् तस्य नाशः, तत् अनित्यम् अपि भवितुं शक्नोति. अतः तत्र समवायसम्बन्धस्य नाशः भवितुमर्हति, परन्तु विशेषद्रव्ययोः मध्ये एकनिमिषं, तत्र किञ्चित् इतोपि गभीरचिन्तनम् आवश्यकम्. अस्तु, अवयव अवयविनोः मध्ये समवायसम्बन्धः अस्ति खलु? तर्हि समवायसम्बन्धः यदि जायते तदा नश्यति इति वक्तुं शक्नुमः. इदानीम् अवयवः अस्ति कपालः, कपालद्वयमध्ये यदा संयोगः जायते तदा अवयवी उत्पद्यते. स च अवयवी अवयवे समवायसम्बन्धेन अस्ति. समवायसम्बन्धः उत्पद्यते इति उक्तं वा अत्र? न, परन्तु कपालद्वयसंयोगः उत्पद्यते इति उक्तम्. संयोगः उत्पद्यते इति उक्तं. यदा संयोगः जायते तदा किं भवति? समवायसम्बन्धेन घटः उत्पद्यते इति उक्तं खलु? समवायसम्बन्धः उत्पद्यते इति न उक्तम्. अस्तु अस्तु, तर्हि समवायसम्बन्धः नित्यः, तदपि नित्यं. हा, नित्यः समवायसम्बन्धः नित्यः अपि च एकः एव समवायसम्बन्धानां. हा, वैविध्यं नैयायिकैः नाङ्गीकृतं, लाघवान् तत्रैव लाघवमस्ति. आं, सर्वत्र एक एव. हा, सर्वत्र एकः एव समवायसम्बन्धः. स च समवायसम्बन्धः नित्यः अपि इति. तर्हि अत्र जातेः सामान्यस्य विशेषस्य समवायस्य नाशः यदा कदापि न भवति. किमर्थमित्युक्ते ते सर्वे नित्याः. अस्तु, अन्तिममस्ति अभावः. अस्तु, अभावस्य चातुर्विध्यम् अस्ति खलु, तर्हि अभावः चतुर्विधं ते के इति वदति वा एकवारं? महिल् महोदय भवानेव वदतु. सामान्याभावः इति प्रथमम् अस्ति. सामान्याभावः वयं दृष्टवन्तः, तत् आदिभाषिकशब्दम् उपयुज्य वदतु. आम् आम्, अमन्यत्र अन्योन्याभावः अत्यन्ताभावः इति तु अहं जानीमः. प्रागभावः प्रध्वंसभावः. प्रध्वंसभावः, प्रागभावः प्रध्वंसभावः. तर्हि चतुर्विधाः सन्ति अभावः: प्रागभावः, प्रध्वंसभावः, अन्योन्याभावः, अत्यन्ताभावः. आम्, अत्र प्रत्येकम् अभावं स्वीकृत्य तस्य नाशं प्रति चिन्तयतु. आम् आम्, प्रागभावः इत्यस्य इति नित्यं नास्ति. किमर्थमित्युक्ते सामग्री आगच्छति चेत्, उदाहरणरूपेण घटनिर्माणस्य समये घटनिर्माणं प्रति ये पदार्थाः आवश्यकम् आवश्यकानि, ते सर्वे यदि आगच्छति चेत् घटस्य निर्माणं भवति. अतः घटस्य निर्माणं पूर्वे प्रागभावः अस्ति. एकदा घटः, यदा घटः जातः तर्हि प्रागभावः नश्यति. हा, तर्हि घटं प्रागभावं प्रति कीदृशकारणम्? प्रागभावं प्रति समवायिकारणम्. समवायिकारणस्य लक्षणं किम्? तादात्म्यं स्थित्वा कार्यं जनयति, समवायेन कार्यं जनयति खलु? आम्, समवायेन कार्यं तर्हि निमित्तकारणं। तर्हि यदि प्रागभावः घटे समवायसम्बन्धेन अस्ति तदा समवायिकारणं भवति, किन्तु प्रागभावः घटे समवायसम्बन्धेन यदा कदापि न भवति खलु? तर्हि निमित्तकारणभावः नश्यति चेदेव तस्मात् अग्रिमक्षणे घटः जायते। तर्हि निमित्तकारणम् एव भवति, असमवायिकारणमपि न भवति, निमित्तकारणमेव भवति। निमित्तकारणमेव भवति, उत्तमं। प्रागभावः तर्हि अत्र एतद् तर्हि तत्र प्रागभावः कदा जातः घटस्य प्रागभावः? तत् सर्वदा एव अस्ति, तद् न जातः। अनादिः अस्ति प्रागभावः, अनादिः अस्ति किन्तु सा अन्तः, अन्तः सान्तः, अनादिसान्तः प्रागभावः। अस्तु, उत्तमं। नित्यः नास्ति प्रागभावः, नित्यः नास्ति, अनादिः सान्तः। अस्तु, इदानीं प्रध्वंसभावस्य विषये चिन्तयतु। प्रध्वंसभावस्य कृते यदा पुनः घटः एव उदाहरणरूपेण स्वीकुर्मः चेत् तत्र यदा घटस्य नाशः भवति, घटध्वंसः भवति तदेव तदा एव प्रध्वंसभावः भवति इति अहं मन्ये। तर्हि ध्वंस अभावं प्रति किं कारणं? घटध्वंसः इति सत्यं, घटनाशः कारणं खलु? कीदृशकारणं? तदपि निमित्तकारणम् इति अहं मन्ये। उत्तमं, किमर्थमित्युक्ते घटप्रध्वंस अभावः कुत्र अस्ति इति चेत् घटे अस्ति इति न वक्तुं शक्यते, न इति कृत्वा निमित्तकारणं भवति। अपि च प्रध्वंस अभावः स आदिः अनन्तः, अनन्तः सम्यक्, तस्य अन्तः नास्ति, एकदा यदा भवति सर्वदा तिष्ठति एव। सत्यम्, अनादिः असादिः अनन्तः प्रध्वंस अभावः। अस्तु, इदानीम् अन्योन्याभावं प्रति चिन्तयतु। आम्, अन्योन्याभावः तु अहं मन्ये तत्तु नित्यम् एव, अतः तस्य नाशः न भवति। अपि च तदेव तादात्म्यसम्बन्धादि अन्योन्याभावः नित्यं वा? एकम् उदाहरणं वदतु अन्योन्याभावस्य। अन्योन्याभावः वयं दृष्टवन्तः घटः पटः न इति, घटः पटः न इति अन्योन्याभावस्य उदाहरणम्। तर्हि यदि घटः एव नास्ति तर्हि अन्योन्याभावः भवति वा? न, न, केवलं तत् पदार्थस्वीकृत्य एव, तत्र अन्यत् सर्वत्र अन्योन्याभावः अस्ति, केवलं घटे एव नास्ति, तदेव प्रतियोगिनं विहाय अन्योन्याभावः सर्वत्र भवति। उत्तमम्, तर्हि नित्यः वा अनित्यः वा? प्रथमं तद्वदतु। नित्यः नास्ति, नित्यः नास्ति खलु? अनित्यं, यदा एकः घटः जायते तस्मात् अग्रिमक्षणे घटस्य अन्योन्य अभावः अन्यत्र सर्वत्र जायते, नो चेत् तस्मिन्नेव क्षणे, अग्रिमक्षणे इति न वक्तव्यं, किमर्थमित्युक्ते अन्ये सर्वे सन्ति एव खलु तस्मिन्नेव क्षणे इति कृत्वा, तस्मिन्नेव क्षणे तस्य अन्योन्य अभावः अन्येषु सर्वेषु द्रव्येषु भवत्येव। तर्हि सा आदिः अस्ति, अपि च अन्योन्य अभावस्य नाशः कदा भवति? अन्योन्यभावः नाशः कदा भवति? यदि घटस्य नाशः भवति तर्हि अन्योन्यभावस्य नाशः भवति इति अहं मन्ये। सत्यम्, उत्तमम्। अपि च इदानीं घटं अन्योन्य अभावनाशं प्रति कीदृशकारणं भवति? निमित्तकारणं पुनः. समीचीनम्, उत्तमं. निमित्तकारणमेव भवति. घट अन्योन्य अभावः घटे अस्ति इति न वक्तुं शक्नुमः खलु. घटं विहाय अन्यत्रैव अस्ति. तर्हि नास्ति चेत् समवायसम्बन्धेन वा असमवायसम्बन्धेन वा इति न चिन्तनमेव. तर्हि निमित्तकारणमेव भवति. उत्तमम्. अन्तिम अभावः, अत्यन्त अभावः, उदाहरणम् उक्त्वा तदनन्तरं चिन्तयतु. अत्यन्तभावः, तत् किञ्चित् भ्रमः आसीत् मम कृते. एतत् भूतलो घटः, भूतले घटः नास्ति इति भावस्य उदाहरणं. घट इत्युक्ते अभावः स्वीकृत्य वदामः चेत् तदेव अत्यन्ताभावः इति अस्ति. सत्यं, घटः भूतले नास्ति इति अत्यन्ताभावस्य उदाहरणम्. आम्, तत्तु हा के यदा घटम् आनयामः चेत् अत्यन्ताभावस्य नाशः भवति. अतः तत्तु नित्यं नास्ति इति मन्ये. हा, सत्यं, नित्यं न वक्तुं शक्नुमः. तर्हि अत्यन्त अभावस्य कारणम् इदानीं घटः, घटे भूतलः, भूतले घटः नास्ति इति चेत् घटस्य आनयनेन घट अभूतले विद्यमान घट अन्योन्य अत्यन्त अभावस्य नाशः भवति. तर्हि इदानीं घटः कीदृशकारणम्? पुनः निमित्तकारणम् इति. सत्यं, सत्यम्, अत्यन्त अभावः, घट अत्यन्त अभावः, घटं विहाय अन्यत्रैव भवति. हा, अन्यत्रैव भवति, सत्यम् इति कृत्वा घटाभावः, घट अत्यन्त अभावः घटे यदा कदापि न भवति. घट एव प्रतियोगी इत्यतः. उत्तमम्, अस्तु, बहु समीचीनं. तर्हि सप्तपदार्थानां नाशः कथं भवति इति अस्माभिः चिन्तितम्. इदानीं प्रकृतविषये आगच्छामः. प्रकृतविषयः कः इति चेत् विभागः एव संयोगनाशः, संयोगनाशः एव विभागः. तत्र आक्षेपः कृतः खलु, भावपदार्थ अन्तर अवगाहित्वे अपि तादृशविभाग उत्पत्तिक्षणे एव पूर्वसंयोगध्वंसस्यापि उत्पत्तिसम्भवेन. तर्हि यद्यपि पञ्चक्षणप्रक्रियायां प्रथमक्षणे क्रिया, द्वितीयक्षणे विभागः, तृतीयक्षणे पूर्वदेशसंयोगनाशः इति वदामः, तत्र द्वितीयक्षणे एव पूर्वदेशसंयोगनाशः भवितुम् अर्हति. तत्रैव लाघवमस्ति. किमर्थं क्रियया एव पूर्वदेशसंयोगनाशः जायते इति स्वीकुर्मश्चेत् कः क्लेशः? तत्रैव लाघवमस्ति इति कृत्वा पूर्वपक्षी आक्षिपति. तर्हि तस्य उत्तरत्वेन इदानीं न विभागाख्यगुणः भावरूपगुणः भवेत्, अङ्गीकर्तव्यमेव इति वक्तव्यम्. तर्हि तत्र तर्कः कः इति मेहुल् महोदय भवानेव प्रतिपादयति वा? कथं निरूपितं? तर्हि अत्र संयोगनाशः इति समानाधिकरण गुणः अस्ति. तत्र एकं वाक्यं दत्तम्, आश्रयनाश नाश नाश अजन्यगुणनाशः समानाधिकरणगुणजन्य गुणजन्यः आश्रयनाश अजन्यगुणनाशत्वात् पाकजरूपनाशवत् इति तत्र तर्कः अस्ति. तेन एव अत्र समर्थितं भवत् आश्रयनाशजन्य तत्र संयोगनाशः इति अस्ति. तर्हि तत्र समानाधिकरण गुणः इति विभागः इति आवश्यकमस्ति. तत् तत् गुणः, तत् विभागः अपि संयोगनाश यत् अधिकरणे अस्ति तदेव अधिकरणे गुण विभागः अपि अस्ति. तदेव कल्पितं. किन्तु किञ्चित् क्रमेण अत्र सोपानेन गन्तव्यं. यद् भवता उक्तं तत्तु पुस्तके अस्ति, किन्तु सोपानं किम्? प्रथमसोपाने तादृशचिन्तनं नावश्यकम्. इदानीम् अहं वदामि, अहमेव पूर्वपक्षी इति चिन्तयतु. अहं वदामि प्रथमक्षणे क्रिया जायते, द्वितीयक्षणे क्रियया संयोगनाशः भवति, पूर्वदेशसंयोगनाशः भवति, तृतीयक्षणे क्रियया एव उत्तरदेशसंयोगः भवति, चतुर्थक्षणे क्रिया नश्यति इति अहं वदामि चेत् कः क्लेशः? अत्रैव लाघवमस्ति, अपि च क्लेशः कः? किमर्थम् एतादृशं मया न वक्तव्यं, वक्तुं शक्यते? भवान् वदति द्वितीयक्षणे एव पूर्वदेशसंयोगनाशः भवति खलु? सत्यम् इति अहं वदामि, क्रियया संयोगनाशः भवति, पूर्वदेशसंयोगनाशः भवति, पुनः तदेव क्रियया उत्तरदेशसंयोग उत्पत्तिः अपि भवति, चतुर्थक्षणे क्रिया नश्यति इति अहं वदामि चेत् कः क्लेशः? अनुमानेन एव विभागः इति अतिरिक्तगुणः स्वीकृतः, परन्तु तत्र तर्कः कः इति सम्यक्तया न जानामि. तर्हि तत् सोपानं चिन्तनीयं, यदि तत् सोपानं चिन्तयित्वा तत्र न अत्र एतादृशं न भवति, विभागः अङ्गीकर्तव्यः इति वदामः, तदा अग्रिमप्रश्नः उदेति. तस्य उत्तरत्वेन आश्रयनाश अजन्यगुणनाशः इति वाक्यमस्ति. अस्तु अस्तु, अत्र अन्येषां चिन्तनमस्ति वा? यदि क्षणचतुर्थप्रक्रिया एव अहं स्वीकरोमि, तत्र कः क्लेशः भवति? अस्तु, तर्हि अहं वदिष्यामि. अत्र मया किमुक्तं? प्रथमक्षणे क्रिया जायते, द्वितीयक्षणे पूर्वदेशसंयोगनाशः भवति. कारणं किं? क्रिया. तृतीयक्षणे नूतनदेशसंयोगः भवति. कारणं किं? क्रिया. चतुर्थक्षणे क्रिया नश्यति. भवतु, तर्हि एका एव क्रिया पूर्वदेशसंयोगस्य नाशः, नाशकः, नाशिका भवति, उत्तरदेशसंयोगजनिका भवति, एका एव क्रिया. तर्हि अत्र कः क्लेशः इति चेत्, क्रियया संयोगः नश्यति इति अपि वक्तव्यं, क्रियया संयोगः जायते इति अपि वक्तव्यम्. अस्तु, तत्र क्लेशः अस्ति इत्युक्ते एकमेव कारणं संयोगस्य नाशः अपि करोति, संयोगस्य जननमपि करोति इति वदामश्चेत्, इदानीं द्वितीयक्षणे प्रथमम् अत्र नूतनदेशसंयोगः उत्पद्यते इति किमर्थं न वक्तुं शक्नुमः? किमर्थं पूर्वदेशनाशः उक्त्वा तद् अग्रिमक्षणे एव क्रियया, तया क्रियया एव नूतनदेशसंयोगः भवति इति किमर्थम् अङ्गीकर्तव्यम्? एकमेव कारणमस्ति खलु, पूर्वक्षणे कारणं भवेत्, तदेव अस्माकं निकषः. इदानीं प्रथमक्षणे क्रिया अस्ति, तर्हि क्रिया एव नूतनदेशसंयोगं प्रति कारणम् इति चेत्, किमर्थं द्वितीयक्षणे एव नूतनदेशसंयोगः न जायते इति एकः प्रश्नः. द्वितीयप्रश्नः, अत्र एकेन कारणेन संयोगनाशः अपि भवति, संयोगजननमपि भवति इति वदामश्चेत् अत्र क्लेशः भवति खलु. इदानीं नाशं कारयति वा जननं कारयति वा इति प्रश्नः उदेति. इत्यतः क्रियया विभागः जायते, क्रियया संयोगः जायते, किन्तु क्रियया संयोगनाशः यदा कदापि न जायते. क्रियया संयोगनाशः यदा कदापि न जायते, तर्हि केन संयोगनाशः जायते इति चेत्, विभागेन एव संयोगनाशः भवति इति वक्तव्यम्, इति वक्तव्यम् इति कृत्वा अत्र विभागाख्यगुणः द्वितीयक्षणे जायते, सा विभागाख्यगुणः क्रियया जायते इति अङ्गीकर्तव्यम्, इति सिद्धान्ती वदति. इति यदा सिद्धान्ती वदति तदा पूर्वपक्षी आक्षिपति भवतु इदानीं विभागः कुत्र जायते, क्रियावान् यः अस्ति तस्मिन्नेव विभागः जायते, समवायसम्बन्धेन विभागः इदानीं कन्दुके अस्ति. तर्हि तादृशं यत्र कुत्रापि दृष्टं वा, येन अत्र समान अधिकरणेन विद्यमानगुणेन समानाधिकरणगुणेश्च नाशः भवति इति क्व दृष्टम् इति प्रश्नः उदेति. तस्य उत्तरत्वेन इदानीम् आश्रयनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाश अजन्यगुणनाशत्वात् पाकजरूपनाशवत् इति अनुमानवाक्यं वदति. तर्हि एतद् अनुमानवाक्यम् अत्र विभागः इति गुणः अङ्गीकर्तव्यः इत्यतः नास्ति. विभागः इति गुणः भिन्नकारणेन अङ्गीकृतम्. एका एव क्रिया संयोगनाशः अपि करोति संयोगजननमपि करोति इति वदामश्चेत् तत्र क्लेशः अस्ति इति कृत्वा विभागाख्यगुणः अङ्गीकर्तव्यः इति उक्त्वा यदि तादृशं वदामः तस्माद् उपरि पुनः आक्षेपणं भवति. आश्रयनाश अजन्यगुणनाशः इत्युक्ते एकस्मिन् आश्रये एकः गुणः अस्ति, सः गुणः तस्मिन्नेव आश्रये विद्यमान अन्यं गुणं नाशयति. आश्रयनाशम् अकृत्वा तादृशं कुत्र यत्र कुत्रापि दृष्टं वा इति प्रश्नः क्रियते पूर्वपक्षी. तस्य उत्तरत्वेन इदानीम् एतद् अनुमानवाक्यम् उक्त्वा अत्र पाकजनरूपनाशवत् इति उदाहरणमपि प्रदर्शितम्. बुद्धं खलु? आं बुद्धं, परन्तु तत् न दत्तम् अत्र खलु, तत् तर्कः यद् भवान् न दत्तम् अस्माभिः एव चिन्तनीयम्. अतः एव भ्रमः जातः, तत्र केवलम् अन्य सम्पूर्णतया अन्यत् अन्ततो गत्वा पाकजरूपनाशवत् इति एव दृष्टान्तः दत्तम्, अतः विभागः कल्पितः इति एव दत्तम् इति पुस्तके तत्र सोपानेन न चिन्तितं, वयमेव अत्र सोपानम् एकं सोपानं मध्ये कल्पित्वा अस्तु. तर्हि इदानीं विभागाख्यगुणः मया स्वीकृतः, किन्तु तादृशगुणः तादृश अन्यत्र यत्र कुत्रापि दृष्टं वा, अनुमानेनैव स्वीकृतं खलु इति कृत्वा अत्र तादृशम् अन्यत्र यत्र कुत्रापि दृष्टं वा, नो चेत् भवान् एव स्वयं यत्किमपि चिन्तयति वा कल्पयति वा इति पृच्छति. तस्य उत्तरत्वेन अस्तु, इदानीं तस्य वाक्यस्य प्रतिपादनं करोतु महोदय. आश्रयनाश अजन्यगुणनाशः इति अनुमानवाक्यमस्ति खलु, तस्य प्रतिपादनं आश्रयनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाश अजन्यगुणनाशत्वात् पाकजरूपनाशवत् इति अस्ति. अत्र एतत् अनुमानवाक्यमस्ति, अनुमानस्य उदाहरणमस्ति. किं करोतु महोदय, आश्रयनाश अजन्यगुणनाशः इति समस्तपदमस्ति खलु, तस्य विग्रहवाक्यं वदतु. आश्रयनाश अजन्यगुणनाशः आश्रयस्य नाशः इति आश्रयनाश षष्ठी तत्पुरुष आश्रयस्य नाशः इति आश्रयनाशः अग्रे आश्रयनाशेन अजन्य इति आश्रयनाशाजन्य तृतीयसत्पुरुष आश्रयनाशेन अजन्यः आश्रयनाशाजन्यः. अग्रे आश्रयनाशाजन्य गुणनाशः इति अस्ति, तर्हि आश्रयनाशाजन्यस्य गुणनाशः न अत्र गुणः इति भिन्नपदमस्ति, नाशः इति पुनः भिन्नपदमस्ति. तर्हि गुणः तावद् वदतु प्रथमम्. अस्तु, आश्रयनाशजन्यः गुणः इति कर्मधारया उत्तमम् आश्रयनाशजन्यः च सः गुणः च आश्रयनाशजन्यगुणः तर्हि अन्ततो गत्वा आश्रयनाशजन्यगुणस्य नाशः इति आश्रयनाशजन्यगुणनाशः उत्तमं बहु उत्तमम् इति विग्रहवाक्यपदं विग्रहवाक्यम् आश्रयस्य नाशेन अजन्यः गुणः तस्य नाशः आश्रयनाशजन्यगुणनाशः इति इत्युक्ते आश्रयस्य नाशं विना गुणस्य नाशः कारयति गुणस्य नाशः भवति खलु अस्तु तर्हि इदानीं द्वितीयपदस्य विग्रहवाक्यं वदतु समानाधिकरणगुणजन्यः समानाधिकरण करणः गुणः इति अपि कर्मधारे हा समीचीनं समानाधिकरण समानाधिकरणः गुणः वा हा समानाधिकरणे गुणः वा हा समानाधिकरणे गुणः सप्तमी भवति तत्र तत्र समानाधिकरणेन गुणः इति आगच्छति न न समानाधिकरणेन गुणः अत्र तृतीया कथं भवति समानाधिकरणे यः गुणः अस्ति तर्हि अत्र सप्तमी तत्पुरुषः आम् आम् समानाधिकरणे गुणः यः गुणः तर्हि समानाधिकरणगुणः तदनन्तरं जन्यः योजयतु जन्यः समानाधिकरणे गुणः गुणः जन्यः तदेव खलु गुणेन जन्यः खलु गुणेन ओ गुणेन समानाधिकरणेन समानाधिकरणगुणेन जन्यः सत्यं समानाधिकरणगुणेन जन्यः तृतीयतत्पुरुष तृतीयतत्पुरुष अस्तु अग्रे आश्रयनाशजन्य तदेव आश्रयनाश अजन्यगुणनाशत्वात् आम् आम् तदेव अस्ति किन्तु पञ्चमी अस्ति तस्मात् हा पञ्चमी हा तदेव अस्ति आं धर्मः ते हा तस्मात् पाकजरूपनाशवत् तर्हि इदानीं प्रतिपादयतु प्रथमम् उदाहरणं प्रतिपादयतु पाकजरूपनाशवत् इति प्रतिपादयित्वा वदतु अस्तु पाकजरूपनाशवत् इत्युक्ते तेजसंयोगेन वयं दृष्टवन्तः घटे तेजसंयोगः अस्ति यतः तस्य रूपस्य नाशः भवति तदेव पाकजरूपनाशवत् इत्यस्य उदाहरणं भवति पाकज अत्र उदाहरणे महोदय आश्रयनाशजन्यगुणनाशः समानाधिकरणगुणजन्यः इति निरूपयतु द्वयमपि निरूपणीयं तत्र आश्रयनाशजन्यगुणनाशः इत्युक्ते संयोगनाशः इति अहं मन्ये अपि च संयोगनाशः नास्ति संयोगनाशः नास्ति वा गुणनाशः कस्य गुणस्य नाशः संयोगस्य नाशः नास्ति खलु कस्य नाशः उक्तः पाकजरूपनाशवत् इत्यत्र रूपस्य नाशः हा उत्तमम् रूपस्य घटे विद्यमानरूपस्य नाशः उक्तः किन्तु स च नाशः आश्रयनाश अजन्यः इत्युक्ते घटस्य नाशं विना घटे नीलरूपमस्ति इदानीं घटे नीलरूपमस्ति तेजसंयोगेन नीलरूपं कृष्णरूपं जायते खलु सत्यं सत्यं तर्हि कृष्णरूपं जायते कृष्णरूपं जायते इति चेत् नूतनरूपम् उत्पद्यते भवतु किन्तु अत्र नीलरूपस्य नाशः भवति खलु घटनाशं विना घटे विद्यमाननीलरूपस्य नाशः भवति, तदेव आश्रयनाश अजन्यगुणनाशः। स च नाशः नीलरूपस्य नाशः कथं जातं? समानाधिकरणगुणजन्यः इति निरूपयते। समानाधिकरणगुणेन जन्यः अस्ति, तद्गुणः अस्ति तेजसंयोगः। उत्तमं। घटतेजयोः यः संयोगः अस्ति तेन जन्यः इति नीलरूपस्य नीलरूपनाशः अस्ति। सत्यम्। इति यथा पाकजरूपनाशे दृष्टं तथा अत्रापि घटे जायमानविभागेन, कन्दुके जायमानविभागेन कन्दुके विद्यमानपूर्वदेशसंयोगस्य नाशः भवति कन्दुकनाशं विना इति निरूपितम्। सः एव गुणः विभागः इति। अस्तु, उत्तमं, समयः जातः। तर्हि अग्रिमवर्गे इतोपि परापर अत्र मम प्रार्थना अस्ति, कृपया एकवारं पुस्तके यद् दत्तमस्ति इतः आरभ्य, इत्युक्ते 104 तः अग्रिमवर्गे पुनस्मारणं भविष्यति। कृपया एकवारं केवलं पठन्तु, केवलं पुनस्मरणाय। एकवारं पठन्ति चेत् सर्वम् अस्माभिः गभीररीत्या अधीतं, तर्हि एकवारं पठन्ति चेत् समीचीनबोधः जायते। अपि च किं प्रश्नम् इति अपि मया दत्तमस्ति खलु, तर्हि प्रश्नस्य विषये उत्तरस्य विषये किञ्चित् चिन्तयित्वा आगच्छन्ति चेत् समीचीनबोधः जायते। अस्तु, अत्र स्थगयामः। सर्वेभ्यो नमस्कारः, धन्यवादाश्च।